गुरुपरमागुरुविष्णुगुरुदेव महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरुवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र पृथक्त्वम् अपि भेदः तयोः मध्ये वैवक्ष्यम् वर्तते न वा इति तस्य विषयस्य तत्र प्रश्नस्य उत्तरार्थं तत्र करपत्रं अस्ति तत्र स्वरूपमहोदयस्य तत्करपत्रं पठन्तः स्मः. तत्र अस्माकं गतवर्गे अस्माकं प्रश्नः आसीत् तत्र कुत्र कुत्र संयोगः भवति द्रव्ययोः मध्ये तदा तत्र युतसिद्धौ तत्र यत्र युतसिद्धत्वम् अस्ति तत्र संयोगः भवति अपि यत्र अयुतसिद्धत्वम् अस्ति तत्र वयं दृष्टवन्तः तत्र समवायः साक्षात् समवायः वर्तते अयुतसिद्धत्वम् इत्युक्ते तत्र एकं द्रव्यम् अन्यत् द्रव्यं तिष्ठ्वा तत्र अन्यद्रव्यम् आश्रित्य एव तिष्ठति तत्र नाशपर्यन्तं नाम यथा तत्र घटः अपि कपालः अपि कपालः अवयवः अस्ति घटस्य तदा तत्र तयोः मध्ये समवायसम्बन्धः अस्ति अपि अयुतसिद्धत्वम् अस्ति नाम तत्र तयोः मध्ये संयोगः न भवति. तत्र अपि गतवर्गे वयं दृष्टवन्तः तत्र यत्र यत्र अयुतसिद्धत्वं तत्र समवायः अयुतसिद्धत्वम् इति स्वभावः समवायः इति तत्र सम्बन्धः किन्तु यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायः अपि पुनः यत्र यत्र समवायः तत्र तत्र अयुतसिद्धत्वं तत्र समव्याप्तिः अस्ति इति वयं दृष्टवन्तः. किञ्चित् पुनस्मरणार्थं नाम प्रसिद्ध उदाहरणं यत्र यत्र धूमः तत्र तत्र वह्निः इति अस्ति तर्हि तत्र धूमस्य क्षेत्रं नाम धूमस्य क्षेत्रं न्यूनमस्ति अपि वह्निः क्षेत्रं बृहत् अस्ति अपि यत्र यत्र धूमः भवितुम् अर्हति तत्र तत्र वह्निः अस्ति एव किन्तु यत्र यत्र वह्निः अस्ति तत्र तत्र धूमः इति न वक्तुं शक्नुमः. तर्हि यत्र यत्र धूमः तत्र तत्र वह्निः तत्र व्याप्य व्यापकः भावः वर्तते तत्र धूमः व्याप्यः वह्निः व्यापकः यस्य क्षेत्रं बृहत् अस्ति तत् अस्ति तत्र व्यापकः सः अस्ति व्यापकः यस्य क्षेत्रं न्यूनम् अस्ति सः अस्ति व्याप्यः. अत्र धूमस्य क्षेत्रं न्यूनमस्ति व्याप्यः वह्निः क्षेत्रं बृहत् अस्ति तर्हि व्याप्यः किन्तु यत्र यत्र वह्निः तत्र तत्र धूमः इति न वक्तुं शक्नुमः तर्हि वह्निः व्याप्यः न भवितुमर्हति अपि वह्निः व्याप्यः धूमः व्यापकः इति न भवितुमर्हति तर्हि एकस्यां दिशि एव तत्र व्याप्यव्यापकः भावः वर्तते अथवा एकमुखिनी एव वर्तते व्याप्तिः तर्हि तत्र व्याप्तिः अस्ति व्याप्यव्यापकः भावः अस्ति किन्तु समव्याप्तिः नास्ति किन्तु यत्र अयुतसिद्धत्वं तत्र तत्र समवायः अपि यत्र यत्र समवायः तत्र तत्र अयुतसिद्धत्वम् इति वयं गतवर्गे दृष्टवन्तः तत्र समव्याप्तिः अयुतसिद्धत्वम् अपि समवायसम्बन्धयोः अपि तथैव समव्याप्तिः अस्ति नाम तत्र चित्रं कीदृशं भवति इत्युक्ते अयुतसिद्धत्वं तत्र विषयस्य लोकः अत्र अयुतसिद्धत्वं भवति चेत् यत्र यत्र अयुतसिद्धत्वं भवति तत्र अयुतसिद्धत्वं भवति इति चिन्तयामः अत्र अयुतसिद्धत्वं भवति अत्र युतसिद्धत्वम् अस्ति यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायः अपि यत्र यत्र समवायः तत्र तत्र अहितसिद्धत्वं नाम अस्मिन्नेव देशे द्वयमपि भवति, अहितसिद्धत्वमपि भवति समवायः अपि भवति, तर्हि समव्याप्तिः. समव्याप्तिः नाम अहितसिद्धत्वम् इति व्याप्यः समवायसम्बन्धः इति व्यापकः इति अपि समीचीनं चिन्तनं. समवायसम्बन्धः व्याप्यः अहितसिद्धत्वं व्यापकः तदपि समीचीनम् इति गतवर्गे तत्र व्याप्तेः विचारः कृतः. इदानीम् अग्रे तत्र युतसिद्धौ इति प्रश्नः अपि तत्र समासविषये तत्र पृथग् आशयाश्रितौ इति अपि तत्र विषयः आरब्धः आसीत्. तर्हि ततः पठामः. किन्तु व्याप्तिविषये कोऽपि प्रश्नः अस्ति वा? तर्हि अन्यत् उदाहरणं स्वीकुर्मः. तत्र कोऽपि वदति वा तत्र व्याप्तिः व्याप्यव्यापकः भावः कुत्र वर्तते इति? उदाहरणं धूमः वह्निः इति. तथैव आत्मनि अपि ज्ञानं तयोः मध्ये अपि व्याप्यव्यापकभावः अस्ति. यत्र यत्र आत्मन् तत्र तत्र ज्ञानमस्ति. यत्र यत्र ज्ञानं तत्र आत्मा भवेत् एव. समीचीनं भगिनि. तत्रापि तत्र समव्याप्तिः अस्तु इति वक्तुं शक्नुमः. समीचीनं. केवलं व्याप्यव्यापकः भावः कुत्र अस्ति? संव्याप्तिः नास्ति, किन्तु व्याप्यव्यापकः भावः कुत्र वर्तते? अन्यकोऽपि उदाहरणं भवता उक्तं महोदय, धूमः अपि वह्निः इति. किन्तु केवलम् एकमेव उदाहरणम् इति नास्ति. तर्हि तत्र अन्ये के वदन्ति तत्र एकमेकम् उदाहरणं ददाति? गन्धवती पृथ्वी इति दक्षिणवाक्यं यदि स्वीकुर्मः चेत् तत्र अपि समव्याप्ति वर्तते. दक्षिणव्याप्ते अपि तत्रापि यत्र यत्र गन्धः तत्र तत्र पृथ्वी इति वक्तुं शक्नुमः. तत्रापि यत्र यत्र यत्र यत्र गन्धः अथवा गन्धवत्वं तत्र पृथ्वी तत्र वर्तते. समीचीनं. तर्हि सर्वेषु लक्षणवाक्येषु समव्याप्तिः इङ्गितः एव, नाम यत्र यत्र लक्ष्यम् अस्ति तत्र तत्र लक्षणम् अस्ति एव. यत्र यत्र लक्षणम् अस्ति तत्र तत्र लक्ष्यम् अस्ति एव. यतोहि तत्र दोष त्रिदोषराहित्यम् इति पूर्वम् उक्तं खलु. तत्र यत्र लक्ष्यम् अस्ति अलक्ष्ये न भवेत् लक्षणम्, लक्ष्ये सर्वत्र भवेत् लक्षणम् इति. तर्हि तत्र समव्याप्तिः तत्रापि अस्ति. समीचीनं भगिनि. सुमृदा भगिनी धन्यवादः. नीचा भगिनी धन्यवादः. किन्तु एकम् उदाहरणं यत्र समव्याप्तिः नास्ति किन्तु केवलं व्याप्यव्यापकभावः तु अस्ति किन्तु समव्याप्तिः नास्ति. कोऽपि वक्तुमिच्छति वा उदाहरणम्? धूमः एव वह्नी धूमयोः मध्ये तत्र व्याप्यव्यापकभावः अस्ति, परन्तु यत् व्याप्तिः अस्ति तत् एकमुखिनी व्याप्तिः अस्ति, तत्र समव्याप्तिः इति नास्ति. एवं समीचीनं. समीचीनम् एकमुखिनी व्याप्तिः अस्ति. समीचीनम्. एतादृशानि उदाहरणानि अन्यानि अन्यत् उदाहरणम् यथा वह्निः धूमः. तत्र यत्र यत्र मेघः तत्र तत्र वर्षा इति वक्तुं न शक्यते. वृष्टिः. समीचीनं भगिनि. समीचीनम्, उत्तमं. तत्र एकमुखी व्याप्तिः. व्याप्तिः. तत्र प्रायशः तत्र यत्र यत्र वृष्टिः तत्र तत्र मेघः इति वक्तुं शक्नुमः. तत्र एकमुखिनी भवति, नाम मेघः अस्ति चेत् वृष्टिः भवति इति नास्ति, किन्तु यत्र वृष्टिः भवति तत्र तु मेघाः सन्ति. समीचीनं भगिनि. उत्तमं. तत्र अस्तु. समीचीनं. तत्र एकमुखिनी एव तत्र व्याप्तिः. उत्तमम्. अन्यत् उदाहरणं समीचीनम्. अन्यत् उदाहरणम् अनेकानि उदाहरणानि सन्ति एव. तर्हि तत्र अस्तु, तर्हि तत्र पृथ्वी द्रव्यमस्ति वा? किं किं चिन्तनम्? अपि जलं द्रव्यमस्ति वा? आं महोदय. हा, पृथ्वी द्रव्यमस्ति, जलमपि द्रव्यमस्ति. अस्तु, तर्हि तत्र जलत्वम् अपि द्रव्यत्वं तत्र यत्र यत्र तयोः मध्ये व्याप्य व्यापकः भावः अस्ति वा? शोभा भगिनि, जलम् अपि च पृथ्वी जलमपि द्रव्यम् अस्तु, व्याप्यव्यापकभावः नास्ति महोदय. यतोहि यत्र यत्र द्रव्यमिति व्यापकः एकमुखिनी भवितुम् अर्हति. व्याप्यव्यापकभावः तत्र एकमुखि, यत्र यत्र जलमस्ति तत्र तत्र द्रव्यमस्ति, यत्र यत्र द्रव्यमस्ति तत्र तत्र जलं नास्ति इति तत्र एकमुखी. समव्याप्तिः नास्ति. समव्याप्तिः नास्ति. उत्तमं भगिनि. व्याप्यव्यापकभाव एव अस्ति तत्र. व्याप्यव्यापकभावः वर्तते. तर्हि तत्र द्रव्यमिति व्याप्यः व्यापकः, जलम् इति व्याप्यं. समीचीनं. तर्हि तत्र अस्मिन्नेव चित्रे अत्र जलम् इति स्थापयितुं शक्नुमः, अत्र द्रव्यं खलु. यतोहि द्रव्यस्य क्षेत्रं बृहत् अस्ति. यत्र यत्र जलम् अस्ति तत्र द्रव्यं तु अस्ति, किन्तु यत्र यत्र द्रव्यमस्ति तत्र जलम् अस्ति इति न वक्तुं शक्नुमः. यतोहि तत्र पार्थिवपदार्थेषु अपि, पार्थिवपरमाणुषु अपि द्रव्यं, तदपि द्रव्यमस्ति. अतः तत्र किन्तु तत्र जलं नास्ति. तर्हि यत्र यत्र जलं तत्र तत्र द्रव्यं, तत्र जलम् इति व्याप्यः अथवा व्याप्यम्, अपि द्रव्यम् इति व्यापकं, किन्तु अन्यस्यां दिशि न वक्तुं शक्नुमः. यत्र यत्र द्रव्यं तत्र तत्र जलं, तर्हि एकमुखिनी व्याप्तिः तु अस्ति, समव्याप्तिः नास्ति. तथैव वयं तत्र वह्निः अपि द्रव्यं स्वीकृत्य तत्र तयोः मध्ये व्याप्यव्यापकः भावः अस्ति. किन्तु यदि जलमपि पृथ्वी इति स्वीकुर्मः, तयोः मध्ये व्याप्यव्यापकः भावः अस्ति अथवा नास्ति? जलम् अपि पृथ्वी नास्ति. नास्ति. किन्तु यत्र यत्र जलं तत्र तत्र पृथ्वी, तत् सत्यं नास्ति. यत्र यत्र पृथ्वी तत्र तत्र जलं, तदपि सत्यं नास्ति. तर्हि तयोः मध्ये व्याप्तिः नास्ति एव, भावः एव नास्ति. अतः तत्र व्याप्यव्यापकभावः अत्र अत्र अस्ति. जलम् अपि द्रव्यं तत्र व्याप्यव्यापकभावः अस्ति. अपि अन्यत् उदाहरणं विमला भगिनी यत् उक्तं तदपि लिखामः. नाम नाम वृष्टिः अपि मेघाः. यत्र यत्र वृष्टिः तत्र तत्र मेघाः सन्ति इति तत्तु समीचीनं. तत्रापि तत्र मेघाः, तेषां क्षेत्रं बृहत् अस्ति. अपि तत्र भेदः तयोः, एतदपि समीचीनम् उदाहरणमस्ति. एतदपि समीचीनम् उदाहरणमस्ति. एकमुखिनी व्याप्तिः अस्ति तत्र. किन्तु भेदः अपि वर्तते. नाम यत्र यत्र वृष्टिः तत्र तत्र मेघाः, तत्र किं भवति? मेघाः, मेघः कारणमस्ति वृष्टेः. तत्र व्याप्यव्यापकः भावः अपि अस्ति. कार्यकारणभावः अपि अस्ति तत्र. किन्तु जलमपि द्रव्यं, तत्र व्याप्य व्यापकः भावः अस्ति, कार्यकरणभावः नास्ति. नाम तत्र व्याप्यव्यापकभावः यत्र यत्र तत्र व्याप्यव्यापकः भावः व्याप्तिः इति विषये, तत्र कारणत्वमपि अन्तर्भूतः. नाम यत्र कार्यकारणभावः अस्ति तदपि व्याप्यव्यापकभावः इति स्वीकर्तुं शक्नुमः. किन्तु व्याप्यव्याप्यकः भावः तत्र अन्यत्र अपि वर्तते यत्र कार्यकारणभावः नास्ति. तत्र मिटा इति गन्तुं शक्नुमः, नाम एकस्थिरम् उपरि गन्तुं शक्नुमः. तत्र नाम व्याप्यव्यापकः भावः अपि कार्यकारणभावः तयोः मध्ये अपि तत्र व्याप्तिः अस्ति, समव्याप्तिः नास्ति इति वक्तुं शक्नुमः. नाम कार्यकारणभावः कार्यकारणभावः अपि तत्र नाम यत्र यत्र कार्यकारणभावः वर्तते तत्र तत्र व्याप्यव्यापकभावः वर्तते. किन्तु यत्र यत्र व्याप्यव्यापकभावः वर्तते तत्र तत्र कार्यकारणभावः वर्तते इति समीचीनं नास्ति. तर्हि एकस्यां दिशि गच्छति एकमुखिनी व्याप्तिः, तयोः मध्ये अपि वर्तते. एतत् उदाहरणम् एकं स्थिरम् उपरि अस्ति, यतोहि तत्र एकः पदार्थः तत्र व्याप्यव्यापकभावः इति एव तत्र विषयः अस्ति अत्र. किन्तु अत्र जलं द्रव्यं तयोः मध्ये व्याप्यव्यापकभावः अस्ति, तत्रापि व्याप्यव्यापकभावः अस्ति. अत्र कार्यकारणभावः अस्ति, किन्तु अत्र कार्यकारणभावः नास्ति. अस्तु, तत्र उदाहरणं यत्र यत्र पाठालयः तत्र तत्र शिक्षणम्. हा, तत्र कस्मिन् कस्यां दिशि तत्र व्याप्तिः भवति? पाठालयः न्यून क्षेत्रं वर्तते, शिक्षणम् अधिकं प्रदेशे. तत्र तर्हि तत्र व्याप्यः कः, व्यापकः कः इति वदतु. तत्र व्यापकः शिक्षणं, पाठालयः व्याप्यः. अस्तु, तर्हि तत्र यत्र यत्र पाठालयः तत्र तत्र शिक्षणं, किन्तु यत्र यत्र शिक्षणं तत्र तत्र पाठालयः इति न वक्तुं शक्नुमः इति चिन्तनं वा तत्र? समीचीनं भगिनि, अस्तु समीचीनं. हा, तत्रापि व्याप्य व्यापकः भावः वर्तते. समीचीनं. अस्तु, तर्हि यदि व्याप्यव्यापकः भावः तयोः मध्ये तस्मिन् विषये कोऽपि प्रश्नः नास्ति चेत् अग्रे सरामः. तर्हि तत्र यूतसिद्धौ खौ इति प्रश्नः, ततः आरभ्य अत्र आरभ्य पठामः. तर्हि तत्र किम् अभवत्, अत्र आरभ्य पठामः. तर्हि तत्र योगेन्द्रमहोदय भवान् पठति वा? इदानीं कौ युतसिद्धौ इति प्रश्नः, पृथगाश्रयाश्रयासयुक्तौ शरीरं पुस्तकं तयोः संयोगः भवति. तौ द्वौ युतसिद्धौ, तयोः स्वभावः कीदृशः इत्युक्ते शरीरं पुस्तकं च उभे द्वे द्रव्ये पृथगाश्रयासयुक्ते भवतः. मम शरीरं स्वस्य अवयवान् आश्रित्य तिष्ठति, पुस्तकं तु स्वीयानि पृष्ठानि आश्रित्य तिष्ठति. अतः शरीरं पुस्तकं च पृथगाश्रयाश्रितौ विग्रहवाक्यमेवं पृथक् च तौ आश्रयौ च पृथगाश्रयौ इति कर्मधारय समासः पृथगाश्रयौ आश्रितौ पृथगाश्रयाश्रितौ इति द्वितीया तत्पुरुषसमासः कर्मधारय गर्भ द्वितीया तत्पुरुषसमासः अत्र अस्ति शरीरं पुस्तकयोः यः संयोगः भवति सः कीदृशः तौ द्वौ युक्तसिद्धौ इति भवति यतोहि कीदृशः इति नास्ति शरीरमपि पुस्तकं तयोः मध्ये संयोगः भवति खलु किमर्थं भवति नाम तत्र शरीरं पुस्तकं युतसिद्धौ स्तः अथवा पृथक् आश्रय आश्रितौ स्तः तर्हि पृथक् आश्रय आश्रितौ इत्युक्ते किम् इति अत्र विवरणं दत्तम् आम् शरीर स्वस्य अवयवान् आश्रित्य तिष्ठति परन्तु पुस्तकं तु स्वीयानि पृष्ठानि आश्रित्य तिष्ठति नाम तत्र पुस्तकस्य पुस्तकम् इति अवयवः अथवा अवयवीति पुस्तकम् अवयवी भवति पृष्ठानि पृष्ठानि अवयवानि भवति इति अवयवः अवयवरूपेण स्वीकर्तुं शक्नुमः तत्र पृष्ठानि अतः तत्र पृष्ठानि आश्रित्य तत्र पुस्तकं तिष्ठति तर्हि तत्र शरीरस्य आश्रयं भिन्नं पुस्तकस्य आश्रयं भिन्नं खलु आम् अपि पुस्तकं शरीरम् आश्रित्य तिष्ठति वा कदापि न कदापि पुस्तकं शरीरम् आश्रित्य न तिष्ठति अपि विपरीतस्य अपि तत्र न भवितुम् अर्हति नाम तत्र पुस्तकमेव शरीरस्य आश्रयः इति न वक्तुं शक्नुमः तर्हि तत्र अतः एव तत्र पुस्तकमपि शरीरं किमस्ति पृथक् पृथक् आश्रयाश्रितौ तर्हि पृथक् आश्रय आश्रितौ तत्र पदत्रयमस्ति खलु तत्र पृथक् इति अस्ति अपि पृथगति आश्रयति आश्रितौ इति त्रयपदानि पदानि सन्ति तर्हि पदत्रयमस्ति अपि तयोः मध्ये कोऽपि सम्बन्धः अपि वर्तते तर्हि विग्रहवाक्यम् इति आवश्यकं तर्हि विग्रहवाक्यं किमस्ति विग्रहवाक्यं भवति पृथक् च तौ आश्रयौ इति कृत्वा पृथग् आश्रयौ इति एकः समासः भवति तदर्थ पृथगाश्रयौ आश्रितौ इति कृत्वा अन्य पृथगाश्रयाश्रितौ इति कृत्वा द्वितीया तत्पुरुषसमासः तदनन्तरं सम्पूर्ण शब्दस्य समासः भवति कर्मधारय गर्भ द्वितीया तत्पुरुषसमासः पृथगाश्रयाश्रितौ इति भवति समीचीनं प्रथमतया कर्मधारयसमासः तत्र पृथक् चतौ आश्रयौ पृथग् आश्रयौ तदनन्तरं द्वितीया तत्पुरुषसमासः पृथक् आश्रयौ आश्रितौ पृथक् आश्रय आश्रितौ तर्हि गर्भ नाम तत्र अन्ते अन्तर्भूतः अस्ति कर्मधारयसमासः अपि अन्तर्भूतः अस्ति ततः कर्मधारयगर्भ द्वितीया तत्पुरुषसमासः इति तत्र पदे अस्ति अस्मिन् पदे पृथक् आश्रय आश्रितौ इति किन्तु तत्र तस्मिन् विषये व्याकरणांशः अपि अग्रे लिखितः अस्ति तदपि पठामः धन्यवादः महोदय धन्यवादः अग्रे तत्र शोभा भगिनी अग्रे पठति वा आं महोदय पृथगाश्रयाश्रितौ इति समासस्य विग्रहवाक्ये आश्रयौ इति वक्तव्यं यतोहि आश्रयद्वयम् अस्ति तस्य विशेषणं च पृथक् इति पृथक् अव्ययम् अतः तस्य द्विवचनान्तादिकं किमपि नास्ति. पृथगाश्रयौ आश्रितौ. पृथगाश्रयौ इत्यत्र द्विवचने द्वितीयविभक्तौ. द्वितीयाविभक्तौ पृथगाश्रयौ किमर्थं स्वीकृतम् इति चेत् द्वितीया तत्पुरुषे द्वितीया श्रितातीतपतितगता किं तत्र महोदय गता अत्यस्य न अत्यस्त अत्यस्त प्राप्ता आपन्नः आपन्नैः अस्तु अस्तु. द्वितीया श्रिता अतीत इति तत्र अस्तु दत्तमस्ति भगिनि. अस्तु अस्तु तर्हि पठामि महोदय. इति सूत्रेण इति सूत्रेण उच्यते केन केन शब्देन द्वितीया तत्पुरुषः भवति. श्रित अतीत पतित गत अत्यस्त प्राप्त आपन्न. तत्र श्रितशब्दः अस्ति. श्रितः इत्यनेन उपसर्गपूर्वकस्यापि ग्रहणम्. अतः न केवलं श्रितशब्दः अपि तु आश्रितशब्दः अपि गृह्यते. यथा कृष्णम् आश्रितः कृष्णाश्रितः इति. तत्र इदानीं पृथगाश्रयाश्रितौ इति समासः अस्ति. तस्य विग्रहवाक्ये आश्रयौ इति किमर्थं वक्तव्यम् इति विषयः. यतोहि तत्र आश्रयद्वयं वर्तते. तस्य विशेषणमस्ति च पृथक् इति. पृथक् आश्रयौ पृथक् आश्रयम् आश्रितौ इति भवति तत्र. पृथक् अतः किं तत्र आश्रयद्वयम् अस्ति इति सम्यक् वा? समीचीनं भगिनि. नाम अत्र विग्रहवाक्यम् अत्र अस्ति खलु. क्षम्यतां, तत्र किम् अभवत्? हा, तत्र विग्रहवाक्यं पृथक् चतौ आश्रय पृथक् आश्रय. तत्र पृथक् इति अस्ति च तौ आश्रयौ च पृथक् आश्रयौ इति कर्मधारे पृथक् इति विशेषणं भवति. पृथक् च तौ आश्रयौ च इति. तर्हि तत्र किं भवति? यतो आश्रयद्वयम् अस्ति, तस्य विशेषणं च पृथक् इति. प्रत्येकम् आश्रय आश्रयः प्रत्येकः आश्रयः पृथक् अस्ति, नाम भिन्नः अस्ति, समानं नास्ति. द्वौ आश्रयौ तौ द्वौ पृथक् इति विशेषणं विशेषणेन समीचीनं भगिनि. तर्हि आशयद्वयं तस्य विशेषणं च पृथक्. पृथक् इति अव्ययम् अतः तस्य द्विवचनान्तादिकं किमपि नास्ति. तत्र अव्ययस्य विभक्तयः न भवन्ति. अतः तत्र द्विवचनादिकम् इति किमपि नास्ति. तर्हि तत्र यदा पृथक् अपि च आश्रयौ इति पृथगाश्रयौ आश्रितौ इति भवति. पृथगाश्रयौ इत्यत्र द्विवचने द्वितीयविभक्तौ इति सत्यं भगिनि. एतस्य भागस्य विवरणं पृथक् आश्रयौ इति किमर्थम् अस्ति रूपं किमर्थं पृथक् आश्रयौ इति एव समीचीनं रूपम् अस्ति इति अस्ति. एतावत् उक्तं. द्वौ आश्रयौ स्तः तत्र. अपि च पृथक् इति त्वयोः द्वयोः विशेषणं तत्र विशेषणं भवति इति. अतः तत्र द्विवचने द्वितीयविभक्तौ तिष्ठति पृथगाश्रयौ इति. इदानीं केवलं तत्र रूपं पृथक् आश्रयौ इति, तत्र पृथक् इति भागस्य तत्र परिवर्तनं नास्ति. पृथक् इति एव अस्ति. द्विवचनरूपम् अपि अस्ति, किन्तु रूपं तु पृथक् इति एव अस्ति. इत्युक्ते तत्र पृथक् इत्यस्य किं द्विवचन रूपं नीत्वा कृतं नास्ति तत्र. केवलं पृथक् इति एव स्वीकृतं, तदनन्तरम् आश्रयो इत्यस्य एव सत्यं भगिनि, यतोहि तत्र अव्ययमस्ति तत्र सुवर्णमेलनमेव तेन समस्तपदं सिद्ध्यति. अपि च द्वितीयविभक्तौ पृथगाश्रयौ किमर्थं स्वीकृतम् इति चेत् द्वितीयात् तत्पुरुषे, इदानीं तत्र द्वितीयात् तत्पुरुषसमासस्य विषयः द्वितीया इदानीं तत्र नाम भगिनि नाम पृथक् आश्रयौ आश्रितौ इति यदि पठामः तर्हि द्विवचने अस्ति खलु अत्र पृथक् आश्रयौ आश्रितौ इति अस्ति, तर्हि द्विवचनम् अत्रापि द्विवचनम् अत्रापि द्विवचनं खलु पृथक् आश्रयौ आश्रितौ. इदानीं तत्र द्विवचने अस्ति, एतदपि अस्ति एतदपि अस्ति, तर्हि तत्र अपि आश्रयः इति खलु तत्र पदम् पृथक् आश्रयः इति एकवचने नाम अकारान्तस् सामान्यपदं नाम देवशब्दः भवति खलु सत्यं. हा तर्हि तत्र देवः देवः देवौ देवाः देवं देवौ देवान् देवान् इति भवति देवौ इति दृष्ट्वा वयं न वक्तुं शक्नुमः तत्र प्रथमा विभक्ति वा द्वितीयाविभक्ति द्वितीयाविभक्ति वा इति. आम् आश्रय आश्रितः अपि तत्र तथैव अस्ति तर्हि तत्र एतदपि द्विवचनम् एतदपि द्विवचनं, किन्तु तत्र अत्र किमस्ति विशेषणविशेषभावः नास्ति. आश्रितौ इति प्रथमविभक्तिपदम् अस्ति किन्तु पृथक् आश्रयौ इति द्वितीयविभक्तिपदम् यतः अन्ते उदाहरणार्थं तत्र कृष्णम् आश्रितः यथा अस्ति एकवचने अस्ति कृष्णम् आश्रितः आश्रितः इति प्रथमाविभक्त्यन्तं कृष्णम् इति द्वितीयविभक्त्यन्तं तर्हि तत्र अतः एव तत्र द्वितीया तत्पुरुषसमासः अत्र भवति न तु तत्र कर्मधारयसमासः. अस्तु अत्र एकवचने उदाहरणम् अत्र द्विवचने उदाहरणम् अस्ति नाम आश्रयम् आश्रित्य तिष्ठति इति आश्रयम् आश्रित्य तिष्ठति इति अतः एव आश्रितः अतः तत्र कर्मपदं भवति नाम किम् आश्रित्य इति खलु इदानीं पृथक् आश्रय आश्रितौ तत्र किमर्थम् अस्तु तत्र पृथगाश्रयौ इत्यस्य द्विवचने द्वितीयविभक्तौ तत्र समासस्य विषये तावत् ज्ञानं नास्ति महोदय ममपि नास्ति भगिनि किन्तु केवलम् अत्र किमर्थं द्वितीयविभक्ति आगच्छति इति उक्तं तावदेव. अस्तु अस्तु इत्युक्ते पृथक् इति तु अव्ययम् आश्रयौ इति द्वितीयविभक्त्यन्तं तस्य एव स्वीकृतम् इति वा नाम अत्र द्विवचनमस्ति अत्रापि द्विवचनमस्ति तर्हि एतत् किमर्थम् इति पश्यामः द्विवचने भवति किन्तु अत्र समाससमये किमर्थम् एतस्य पदस्य द्वितीया विभक्ति इति नाम किमर्थं द्वितीया तत्पुरुषसमासः इति वदामः यतोहि अत्र तस् एतस्य पदस्य विभक्तिः अस्ति द्वितीया किमर्थम् इति अग्रे उक्तं तत्र सूत्रं केन सूत्रेण एतत् आगच्छति तर्हि तत्र सूत्रमस्ति द्वितीया श्रितातीत पतित गत गताप्यस्त प्राप्तापन्नैः इति सूत्रेण तत्र केन केन शब्देन द्वितीया तत्पुरुषः भवति इति श्रिता इति पदम् अतीता पतित गत अत्यस्त प्राप्त आपन्न इति एतेषां पदानां द्वितीया तत्पुरुषः भवति. तत्र अस्माकम् उदाहरणे तु श्रिता इति पदम् उपयोजितम् अस्ति अतः हा तेन एतेन सूत्रेण यतोहि तत्र आश्रितौ पृथग् आश्रितौ इति आश्रयौ इत्यस्य इत्यत्र श्रि किं तत्र आश्रितौ इत्यत्र श्रिता इति शब्दः अस्ति, आ इति उपसर्गः योजितः, अपि च तेन आश्रितौ इति भवति, अतः अस्य सूत्रस्य प्रसक्तिः भवति तत्र, अपि च द्वितीय किं तत्र द्वितीयविभक्तिः भवति इति विषयः इति सूत्रेण यत्र यत्र तत्र श्रितः श्रित इति शब्दः अस्ति, अतः उपसर्गपूर्वकस्य अपि ग्रहणं भवति श्रितः इत्यनेन, अतः न केवलं श्रितशब्दः अपि तु आश्रितशब्दः अपि गृह्यते इत्युक्ते तत्र यतोहि सूत्रे श्रिता इति एव दत्तं तत्र आ इति उपसर्गः तस्य उपसर्गः भवति चेदपि एतस्य अन्वयः भवति सूत्रस्य इति न दत्तं, किन्तु तथापि तथा एव स्वीकरणीयं तत्र तस्मिन् सूत्रे यदा श्रिता इति शब्दं सूचितमस्ति तदा तत्र उपसर्गः आगच्छति चेदपि एषः नियमः तु तिष्ठति अन्वयति अतः तत्र आश्रित इति शब्दस्य अपि ग्रहणम् अस्ति इति कृत्वा तस्य द्वितीया भवति इति अपि उदाहरणं अस्ति तत्र कृष्णम् आश्रितः इति तत्र आश्रितः इति प्रथमविभक्त्याम् इत्युक्ते यः कोऽपि कमपि आश्रितः अस्ति इति सः कोऽपि अस्ति सः आश्रितः अस्ति सः कृष्णम् आश्रित्य एव तिष्ठति हा इत्युक्ते तत्र कम् आश्रितः अस्ति इति प्रश्नः उदेति चेत् कृष्णम् आश्रितः इति उत्तरं भवति तर्हि तत्र कृष्णम् इति उक्तत्वात् तत्र द्वितीया भवति किन्तु आश्रितः इति तु सः आश्रितः इति प्रथमविभक्त्याम् एव तिष्ठति तथा एव अत्रापि अस्माकम् उदाहरणे अपि पृथगाश्रयौ आश्रितौ इत्यत्र पृथगाश्रयौ इति कर्मपदं द्वितीया भवति आश्रितौ इति प्रथमा भवति इति भवति तर्हि तत्र कृष्णाश्रितः इति यदि वयं शृण्मः वयं जानीमः अस्तु कोऽपि अस्ति सः कृष्णम् आश्रित्य अस्ति तिष्ठति कृष्णं विहाय सः न भवति तर्हि तथा एव तत्र पृथक् आश्रित्य एतौ द्वौ आश्रयः आश्रयद्वयम् अपि पृथक् अस्ति आश्रयद्वयं पृथक् अपि अस्ति पृथक् अस्ति अपि च एतौ द्वौ तम् आश्रित्य तिष्ठतः इति इति अस्ति नाम तत्र उदाहरणे पश्यामः तत्र शरीरम् अपि पुस्तकम् इति अस्ति तत्र शरीरस्य अवयवान् आश्रित्य तिष्ठति शरीरं स्वस्य अवयवान् आश्रित्य तिष्ठति अपि पुस्तकं तु स्वीयानि पृष्ठानि आश्रित्य तिष्ठति तर्हि पृथक् आश्रयौ इति तत्र किमस्ति शरीरमश्रयौ शरीरपुस्तकौ इति भवति वा न यतोहि शरीरस्य अवयवः तत्र न भवति शरीरं स्वस्य अवयवान् आश्रित्य तिष्ठति किन्तु पृथक् इति तत्र किन्तु तत्र आश्रयं शरीरम् अपि पुस्तकम् इति विषयः तत्र शरीरस्य आश्रयः कः शरीरस्य अवयवाः इति अवयवः एव आश्रयः समीचीनम् अपि पुस्तकस्य आश्रयः पुस्तकस्य एव पृष्ठानि तर्हि आश्रयद्वयमस्ति खलु तत्र आश्रयद्वयमस्ति अपि आश्रयद्वयं पृथक् अस्ति नाम शरीरस्य आश्रयः भिन्नं, पुस्तकस्य आश्रयः भिन्नं खलु? आम्। तर्हि पृथक् आश्रयौ इति आगतं खलु? किन्तु पृथक् आश्रयौ प्रथमाविभक्त्यामपि भवितुमर्हति, द्वितीयाविभक्त्यामपि भवितुमर्हति खलु? यतः देवौ इति अस्ति चेत् न जानीमः प्रथमा वा द्वितीया वा, तथैव पृथक् आश्रयौ इति प्रथमा भवितुमर्हति, द्वितीया अपि भवितुमर्हति। अस्तु, इदानीम् एतावत् आश्रयस्य विषयः आगतः कृतं, किन्तु अस्माकं विषयः शरीरम् अपि पुस्तकमस्ति, न तु शरीरस्य अवयवाः अपि पुस्तकस्य पृष्ठानि खलु? तर्हि शरीरं किमस्ति? शरीरम् आश्रितम् अस्ति खलु? आश्रितम् अस्ति, अवयवान् आश्रितम् अस्ति। तर्हि आश्रयम् आश्रित्य तिष्ठति खलु शरीरम्? आश्रित्य तिष्ठति। अपि पुस्तकं तस्य आश्रयम् आश्रित्य तिष्ठति। तर्हि शरीरमपि आश्रितं, पुस्तकमपि आश्रितम्। तर्हि यदि पुल्लिङ्गे अस्ति चेत् आश्रितौ भवति, किन्तु आश्रितम् आश्रितः अथवा आश्रितम् इति चिन्तयामः, तत्र किम् अथवा कम् आश्रित्य इति प्रश्नः भवति, कर्मपदम् आवश्यकम् अस्ति। अतः आश्रितौ इति अस्ति चेत् तत्र आश्रितौ इति किं सूचयति? शरीरमपि पुस्तकं सूचयति, यतोहि आश्रिते अथवा आश्रितम् अथवा आश्रिते आश्रितं पुस्तकमपि शरीरं सूचयति। किम् आश्रितौ अथवा कौ आश्रितौ इत्युक्ते पृथकाश्रयौ आश्रितौ। इदानीं कर्मपदं भवति तत्र, द्वितीया भवति। अतः एव तत्र तत्पुरुषसम द्वितीया तत्पुरुषसमासः, द्वितीयविभक्ति अत्र, प्रथमविभक्ति अत्र। यथा कृष्णाश्रितः इत्युक्ते कृष्णम् आश्रितः इति भवति, तथैव पृथक् आश्रय आश्रितौ इत्युक्ते पृथक् आश्रयस्य तत्र आश्रयौ इति कर्मपदं तत् अथवा तौ आश्रित्य तिष्ठति। पुस्तकमपि आश्रयम् आश्रित्य तिष्ठति, शरीरमपि आश्रयम् आश्रित्य तिष्ठति, अपि आश्रयः भिन्नौ पृथक्। एतत् सर्वं सूचितमस्ति पृथक् आश्रय आश्रितौ इति पदे पदेन। समीचीनं वा? समीचीनं। सर्वेषु पदेषु कृत, अतीत, पतित, गत, अत्यस्त, प्राप्त, आपन्न यदा वयं प्रयोगं कुर्मः तर्हि सामान्यतः द्वितीय विभक् तत्पुरुषसमासः भवति, यथा कृष्णम् आश्रितः। नाम तत्र यदि तत्पुरुषसमासः इति सन्दर्भः भवति, तत्र द्वितीया तत्पुरुषसमासः भवति इति सूत्रं वदति। नाम इदानीं समासः इति विषयः नास्ति, किन्तु केवलं तत्र किमर्थम् अत्र तत्र समाधानं दत्तं द्विवचने इति जानीमः, किमर्थं द्वितीया विभक्तौ इति किमर्थम् इति अवगतम् आचार्य, परन्तु पतितशब्दस्य कृते अहं वाक्यं न स्मरामि। यथा सर्वेषु अन्यत्र पश्यतु मार्गम् अतीत। भगिनि, किन्तु तत् विषयान्तरं भवति इदानीं, मास्तु अत्र सूत्रस्य विषय सूत्रस्य अर्थः कः इति एतत् सर्वं मास्तु, अस्माकं मूलविषयः अस्ति तत्र आश्रितः आश्रितः इति सन्दर्भे सङ्गच्छति वा सङ्गच्छति, तत्र पतितः गच्छति सङ्गच्छति न वा इति विषयान्तरम् इदानीं मास्तु भगिनि। तत्र सूत्रस्य विवरणं द्रष्टव्यम् इदानीं मास्तु। अस्तु, नाम श्रितः आश्रितः तत्र सङ्गच्छति किमर्थं? यतोहि श्रितः तु सूत्रे एव अस्ति, आश्रितः उपसर्गः अपि तस्यापि ग्रहणं भवति इति उक्तं तावदेव। अस्तु, समीचीनं वा भगिनि? विषयान्तरं मास्तु. आमाम् अग्रे गच्छामः तर्हि. अन्य कोऽपि प्रश्नः? मम प्रश्नः अस्ति, अत्र समासस्य विषये तु अवगतं, परन्तु तत्र यत् सामासिक पदं पृथगाश्रितः तस्य द्विवचनान्त पृथगाश्रयाश्रितौ तत्तु अवगतं, परन्तु अन्तिमतः पृथगाश्रयाश्रितौ कयोः विषये तद् दत्तमस्ति? अस्तु अस्तु अस्तु नाम अस्तु तत्र उदाहरणमस्ति शरीरम् अपि पुस्तकं खलु, शरीरं पुस्तकम् इति उदाहरणं. तर्हि शरीरं शरीरस्य आशयः अवयवाः खलु, पुस्तकस्य आशयः पृष्ठानि. अत्र पृथक् आश्रयौ इति तत्पदं किं सूचयति? केवलम् आश्रयद्वयं वर्तते इति सूचयति खलु, इति सूचयति. आम् आम्, शरीरस्य आश्रयं सूचयति, पुस्तकस्य आश्रयं सूचयति, अपि अपि आश्रयौ भिन्नौ इति सूचयति, अतः एव पृथक् आश्रयौ इति अस्ति खलु. समीचीनम्. इदानीम् आश्रितः इति स्वीकुर्मः, तत्र शरीरम् आश्रितमस्ति नाम तत्र अवयवान् आश्रित्य तिष्ठति नाम शरीरम् आश्रितम् अस्ति खलु, शरीरम् आश्रितमस्ति सत्यं खलु, शरीरम् आश्रितः अस्ति, तथैव पुस्तकम् अपि आश्रितम् अस्ति, आश्रितमस्ति सत्यं, पुस्तकमपि आश्रितमस्ति. तर्हि आश्रितौ अथवा यदि नपुंसकलिङ्गे एव चिन्तनं भवति यतोहि तत्र शरीरमपि पुस्तकमस्ति, तर्हि आश्रिते इति द्विवचने भवति, शरीरमपि आश्रितं पुस्तकमपि आश्रितं, तर्हि शरीरं पुस्तकम् आश्रिते भवति द्विवचने. अत्र पुल्लिङ्गरूपं स्वीकृतम् आश्रितौ इति. तर्हि आश्रितौ किं सूचयति? शरीरं पुस्तकम् इति सूचयति. तत् आश्रिते एव समीचीनं लिङ्ग, तत्र नपुंसकलिङ्गमस्ति इति कृत्वा आश्रिते इति एव, किन्तु अत्र उदाहरणं नास्ति, सर्वत्र आश्रितौ इति सङ्गच्छति, अतः आश्रितौ इति किं सूचयति? साक्षात् शरीरं पुस्तकं सूचयति, एतत् आश्रयः सूचयति, आश्रयं सूचयति खलु, पृथकाश्रयौ इति आश्रयम्, आश्रयस्य विषयः, आश्रितौ इति तत्र शरीरम् अपि पुस्तकम्. तर्हि एकवारं तत्र चित्रं लिखामः, यतोहि तत्र तत्र शरीरं पुस्तकं पुस्तकं तस्य आश्रयः तस्य अपि आश्रयः. तर्हि तत्र पृथक् आश्रयौ इति किं वदति? एषः भिन्नः अस्ति, एषः भिन्नः अस्ति, तावदेव. आश्रितौ इति किं वदति? ओ एतत् अन्यत् किमपि आश्रित्य तिष्ठति, एतदपि अन्यत् किमपि आश्रित्य तिष्ठति. तर्हि आश्रितः इति उपरि नाम आदेयस्य विवरणम्, आश्रितः इति आदेयस्य विवरणं खलु, आश्रयतु अधिकरणस्य विवरणम्. इदानीं तत्र आश्रितः इति कीदृशं भवति? कृष्णम् आश्रितः यः अस्ति सः कृष्णाश्रितः. कृष्णाश्रितः इति प्रथमाविभक्तिरूपं, सः कृष्णम् आश्रित्य अस्ति, अतः सः कृष्णाश्रितः अस्ति. किन्तु कृष्णम् आश्रितः तत्र कर्मपदं, कृष्णम् आश्रित्य अस्ति सः, तर्हि सः कृष्णम् आश्रितः अस्ति अथवा सः कृष्णाश्रितः अस्ति. तर्हि आश्रितौ इति यदि वदामः, आश्रितौ इति आदेयस्य विवरणम् अपि पृथक् आश्रयौ इति कर्मपदं, नाम आश्रितौ आश्रयम् आश्रित्य तिष्ठतः आदेयौ आदेयौ आश्रितौ इति आदेयौ आश्रयम् अत्र आश्रयद्वयम् आश्रित्य सन्ति त्वस्तः अतः पृथक् आश्रयौ आश्रितौ पृथक् आश्रय आश्रितौ इति भवति. तत्र यदि वयं पूर्णपदं स्वीकुर्मः पृथक् आश्रय आश्रितौ यथा अत्र लिखितमस्ति पृथक् आश्रय आश्रितौ, तत्तु प्रथमा विभक्ति द्विवचनरूपम्. तौ इत्युक्ते शरीरपुस्तकौ शरीरपुस्तके नाम पदार्थ पदार्थौ शरीरम् इति पदार्थः, पुस्तकम् इति पदार्थौ पदार्थः, तौ द्वौ पदार्थौ पृथक् आश्रय आश्रितौ पदार्थौ स्तः. यथा कृष्णाश्रितः इत्युक्ते भक्तः कृष्णाश्रितः, तथैव शरीरपुस्तके पृथगाश्रयाश्रितौ एवं. हा नाम समीचीनं. हा तत्र तर्हि तदपि लिखामः. तर्हि भक्तः अपि कृष्णः. तर्हि एषः आश्रितः एषः आश्रयः. आश्रयः इति अत्र अस्ति, आश्रितः इति उपरि अस्ति. उपरि अस्ति. वयं शरीरपुस्तकयोः मध्ये किमर्थं संयोगः भवति इति वक्तुमिच्छामः. तत्र संयोगः भवति यतोहि शरीरम् अपि पुस्तकपदार्थद्वयम् अथवा पदार्थौ पृथक् आश्रय आश्रितौ स्तः. तर्हि पृथक् आश्रय आश्रितौ इति शरीरमपि पुस्तकं तस्य विवरणं, किन्तु केवलं पृथक् आश्रयः इति वदामः तत् तत्र आश्रयः भिन्नौ आश्रयौ भिन्नौ इति एव विवरणम्. आश्रये किं किम् अस्ति इति अपि वक्तव्यं खलु. अतः एव पृथक् आश्रय आश्रितौ इति भवति. तत्र पुल्लिङ्गी पुल्लिङ्गी द्वितीयान्त अनेन मम सम्भ्रमः. तत्र शरीरपुस्तके इति वदामः चेत् पृथगाश्रयाश्रिते एवं न भवति वा इति भवति. हा लिङ्गस्य हा सत्यं सत्यं हा सत्यं, किन्तु तत्र केवलं पुल्लिङ्गे स्वीकृतं नाम श्रुति यतोहि तत्र उपरि पृथगाश्रय आश्रितौ पदार्थौ इति भवति पदार्थौ अनेन युतसिद्धौ. अतः लिङ्गं पुल्लिङ्गरूपं स्वीकृतम्. अस्तु तत्र अन्य कोऽपि वदेत् नाम स्वशब्दैः तत्र पृथक् आश्रय आश्रितौ इत्युक्ते तत्र किमर्थं द्वितीया भवति इति अन्य कोऽपि वदति वा तत्र एतावत् तत्र वदतु वदतु भगिनि. अत्र पुस्तकः पुस्तकमस्ति शरीरमस्ति, पुस्तकं शरीरं, शरीरम् अवयवान् आश्रित्य, तथैव पुस्तकं पृष्ठानि आश्रित्य, अतः शरीरं पृथक् आश्रयः, पुस्तकमपि पृथक् आश्रयः. शरीरपुस्तके शरीरं पृथक् आश्रयः इत्युक्ते किम्? शरीरं पृथक् आश्रयः इत्युक्ते शरीरं स्वस्य अवयवान् आश्रित्य तिष्ठति, पुस्तकं स्वस्य पृष्ठानि आश्रित्य तिष्ठति. तत् अस्तु तर्हि तत्र शरीरस्य आश्रयः भिन्नः, शरीरस्य आश्रयः भिन्नः, पुस्तकस्य आश्रयः भिन्नः, अतः द्वे पृथक् आश्रयौ इति द्वे पृथक् आश्रयौ शरीरं पुस्तकं द्वे पृथक् आश्रयौ एवमस्ति. इदानीं पृथक् आश्रयौ इत्युक्ते पृथगाश्रयौ इति द्वितीया विभक्त्यान्तपदं सूत्रेण अनेन सूत्रेण द्वितीया शीतातीतपतितगतात्यस्य प्राप्तापन्यैः अनेन सूत्रेण द्वितीयान्तसुबन्तस्य स्त्रीत वा पतित वा एतेन सह द्वितीया तत्पुरुषसमासः भवति. अत्र श्रीत इति उपसर्गपूर्वक आश्रितः इति शब्द तत्र आश्रित एतस्य अपि सूत्रेण एव ग्रहणं भवति. अतः तत्र पृथगाश्रयौ आश्रितः पृथगाश्रयौ इति द्वितीयान्तसुबन्तं तेन श्रितः आश्रितः इति अत्र विभक्ते लोपः जायते. तत् समासे विधायकसूत्राणि तत्र सुपोधातुप्रातिपदिक अनेन तस्य लोपः जायते. अतः पृथगाश्रय आश्रितः पृथगाश्रय आश्रितः पृथगाश्रयातीतः अत्र पुल्लिङ्गरूपम् अस्ति. पुस्तकम् अपि अस्ति शरीरम् अपि अस्ति परन्तु तत्र द्वयोः कृते पुल्लिङ्ग इति रूपं पृथगाश्रयाश्रितः एतस्य पुल्लिङ्गपदं पृथगाश्रयातीतौ तत् शरीरस्य विषये पुस्तकस्य विषये वदति. इत्युक्ते पृथगाश्रयाश्रितौ शरीरपुस्तके एवं समस्तपदम् इति भवति. हा समीचीनं भगिनि. हा तथैव अस्ति. हा अतः तत्र पृथक् आश्रयौ आश्रितौ इति तत्र आश्रितौ अपि द्विवचनं पृथक् आश्रयौ अपि द्विवचनं किन्तु आश्रितौ इति प्रथमाविभक्तिरूपं पृथक् आश्रयौ इति द्वितीया विभक्तिपदं सुबन्तम् इति अस्ति. समीचीनं. हा अन्य कोऽपि प्रश्नः अस्ति? हा अग्रे सरामः तर्हि. अस्तु अग्रे तर्हि तत्र नरसिंहग्रे मोदी अग्रे पठति वा? आं महोदय. यद्यपि पृथगाश्रय आश्रितौ इति समासस्य कृते सप्तमी तत्पुरुषसमासस्य विधायकसूत्रं नास्ति सप्तमी शौण्डैः सूत्रेण शौण्डादिगणे पठितानां शब्दानां सप्तमी तत्पुरुष शौण्डः अक्षशौण्डः स्किल्ड् इन् डैस् अक्षधूर्तः कन्निङ्ग् इन् डैस् अक्षकितव ग्यामेस्टर् इन् डैस् शौण्डादिगणे शौण्ड धूर्तः कितव व्याड प्रवीण समीत अन्तर वनेयन्त वनान्त पटु पण्डितः कुशलः चपल निपुण. किन्तु पृथगाश्रय आश्रितौ इति सप्तमी तत्पुरुषत्वेन प्रयोगे लभ्यते चेत् दोषः न स्यात् यतोहि सप्तमी शौण्डैः इति सूत्रे अविद्यमानैः शब्दैः बहुत्र लोके सप्तमी तत्पुरुषसमासः कृतः पृथगाश्रयोः आश्रितौ. तथापि अत्र द्वितीया विभक्तौ सूत्रमस्त्येव अतः द्वितीया तत्पुरुषसमासः स्वीक्रियते पृथगाश्रयाश्रितोः पृथगाश्रितौ. अत्र महोदय सप्तमी अपि वयं वक्तुं शक्नुमः किमर्थं तत्र शौण्डे गणाति अस्ति तत्र किम कश्चन शब्दाः सन्ति परन्तु ते शब्दाः सप्तमी भवति परन्तु ते शब्दाः न सन्ति चेदपि तत्र व्यवहारे सप्तमी इति कृतम् अस्ति. तादृश उदाहरणानि भवन्ति अतः अत्रापि सप्तमी कर्तुं शक्नुमः परन्तु द्वितीया कृते सूत्रमस्ति इति कृत्वा अत्र द्वितीयं कृतमस्ति इति अस्ति महोदय. नाम तत्र यदि पदं पश्यामः नाम पृथक् आश्रयाश्रितौ इति किमपि पदं पश्यामः समासेन उत्पन्नं पदम् इति जानीमः तत्र कः समासः भवति इति प्रश्नः उदेति तत्र पदस्य अर्थः कः इति एव दृष्ट्वा तत्र समासः कः इति ज्ञानं भवति अत्र आश्रयम् आश्रित्य इति आश्रितः कृष्णम् आश्रितः इति तत्र वयं द्वितीया इति कर्मपदमस्ति इति स्वीकृतवन्तः किन्तु तत्र कृष्णे आश्रय इत्युक्ते अधिकरणं भवति अधिकरणं हा अतः सप्तमी इति अपि चिन्तनं कर्तुं शक्नुमः तत्र विधायकसूत्रं नास्ति एतस्य साक्षात् पदस्य विधायकसूत्रं नास्ति किन्तु तत्र शौण्ड इति स्वीकृत्य शौण्डैः इति स्वीकृत्य तत्र प्रयोगाः अपि भवन्ति इति कृत्वा तत्र तदपि कर्तुं शक्नुमः तत्र नाम सप्तमी तत्पुरुषसमासः कृतः इति अपि चिन्तयितुं शक्नुमः नाम पृथक् आश्रयौ आश्रितौ इति तत्र यतः पूर्वमुक्तं तत्र एतस्य द्वितीया किम् अभवत् एतस्य द्वितीया एतस्य प्रथमा किन्तु पृथक् आश्रययोः तदपि चिन्तयितुं शक्नुमः अत्र सप्तमी द्विवचनं न तु षष्ठी द्विवचनं पृथक् आश्रययोः आश्रितौ इति तदपि चिन्तनं समीचीनमेव तदपि विग्रहवाक्यरूपेण स्वीकर्तुं शक्नुमः नाम सप्तमी तत्पुरुष समासः इति स्वीकर्तुं शक्नुमः किन्तु अत्र द्वितीया इति एव स्वीकृतं तावदेव अस्ति अस्तु समीचीनं धन्यवादः महोदय अग्रे सरामः तत्र मृणालिनी भगिनी अग्रे पठति वा इदानीं युक्तसिद्धत्वम् इत्यस्य तर्कसङ्ग्रहे दीपिकायां वा विद्यमानं विवरणम् एतदेव द्वयोर्द्रव्ययोर्मध्ये एकस्य नाशपर्यन्तं तदन्यदाश्रित्य यदि तिष्ठति तर्हि अयुतसिद्धम् अत्र विद्याधर्यां विवरणं किञ्चित् भिन्नरीत्या उच्यते किन्तु एतद् विवरणम् अपि सङ्गच्छते तत्र पृथगाश्रयाश्रितौ यत्र यत्र युतसिद्धत्वं वर्तते तत्र तत्र पृथगाश्रयाश्रितत्वम् अस्ति एव अस्ति एव खलु तर्हि इदानीं युतसिद्धत्वम् इत्यस्य तर्कसङ्ग्रहे दीपिकायां वा विद्यमानं विवरणम् एतदेव नाम अस्माकं पुस्तकमस्ति विद्याधरी पुस्तकं खलु विद्याधर्यां किं कृतं तर्कसङ्ग्रहस्य परिचयः दत्तः खलु तर्कसङ्ग्रह इति ग्रन्थम् आश्रित्य लिखितं नाम तर्कसङ्ग्रहः इति मूलग्रन्थः अस्ति तर्कसङ्ग्रहः किन्तु तद् तस्य परिचयत्वेन एतत् तत्र एतत् पुस्तकमस्ति विद्याधरी पुस्तकमस्ति तर्कसङ्ग्रहः इति मूलग्रन्थस्य उपरि अनेकानि टीका तत्र अनेके टीकाः सन्ति दीपिका इति अपि एका टीका अस्ति तर्हि तत्र युतसिद्धत्वम् इत्यस्य विवरणं तर्कसङ्ग्रहे वा दीपिकायां वा तत्र विवरणं कीदृशमस्ति अथवा किमस्ति विवरणं द्वयोर्द्रव्ययोर्मध्ये एकस्य नाशपर्यन्तं तदन्यदाश्रित्य यदि तिष्ठति तर्हि अयुतसिद्धम् अर्थात् किञ्चित् वदतु स्वशब्दैः किमस्ति आश्रित्य तिष्ठति तर्हि नाशपर्यन्तं घटः कपाले तिष्ठति इति. अस्तु, तर्हि द्वयोः द्रव्ययोः मध्ये, तर्हि द्रव्यद्वयमस्ति अपि एकम् अन्यत् नाशपर्यन्तम् आश्रित्य यदि तिष्ठति तर्हि तत्र अयुतसिद्धम्, यथा घटः कपालः. विद्याधर्यां किञ्चित् भिन्नरीत्या उक्तं, किन्तु तत्रापि विवरणम् एतद् विवरणं सङ्गच्छति एव. तर्हि पृथक् आश्रय आश्रितौ, तर्हि तत्र यत्र युतसिद्धत्वं नाम अयुतसिद्धत्वं नास्ति, युतसिद्धत्वं यत्र अस्ति तत्र अयुतसिद्धत्वं नास्ति. तर्हि यत्र यत्र युतसिद्धत्वं तत्र तत्र किं संयोगः तत्र भवति, तत्र पृथक् आश्रय आश्रितत्वम् अस्ति एव. युतसिद्धत्वं यत्र अस्ति तत्र, यत्र अयुतसिद्धत्वं नास्ति तत्र युतसिद्धत्वम् अस्ति, नाम एकं द्रव्यम् अन्यत् आश्रित्य नास्ति. यथा शरीरमपि पुस्तकं, शरीरं पुस्तकं नाशपर्यन्तम् आश्रित्य तिष्ठति वा शरीरम्? न, पुस्तकं नाशपर्यन्तं शरीरम् आश्रित्य तिष्ठति वा? नास्ति. तर्हि तत्र अयुतसिद्धं नास्ति, तर्हि युतसिद्धत्वं वर्तते. तत्र पृथक् आश्रय आश्रितत्वम् अपि अस्ति खलु. तर्हि अस्मिन् उदाहरणे शरीरपुस्तक यदा तत्र स्वीकुर्मः तत्र युतसिद्धत्वम् अस्ति खलु शरीरपुस्तक? हा सत्यं भगिनि, हा तत्र युतसिद्धत्वम् अस्ति, अपि पृथक् आश्रय आश्रितत्वम् अपि अस्ति. अत्र व्याप्यव्यापकः भावः इति केवलम् उक्तं, किन्तु प्रायशः तत्र समव्याप्तिः एव, नाम युतसिद्धत्वं नाम पृथक् आशे आश्रितत्वम् इति एव स्वीकरणीयम् इति मन्ये. अस्तु, अग्रे सरामः. तत्र एतावत् न, हा विमला भगिनी पठति वा अग्रे? आं महोदय, कुतः? पृथक् आश्रय आस्तित्वं नाम इति. आं महोदय, पृथगाश्रय आश्रितत्वं नाम किमिति चेत्, वृक्षः स्व अवयवे च वृक्षः पक्षी च युतसिद्धौ, यतोहि वृक्षस्य आश्रयः पृथक्, पक्षिणः च आश्रयः पृथक्. वृक्षस्य आश्रयः पक्षिणः च आश्रयः इति परस्परं पृथक् इत्यस्मात् वृक्षः पक्षी च युतसिद्धौ. अतः उत्पन्नायां पक्षिणे पुनः क्रियायां जायते कर्मजः संयोगः, क्रियायाः पक्षिणः वृक्षस्य च संयोगो भवति. एवं शरीरं तरुश्च स्व अवयवे स्थितौ इति द्वितीयम् उदाहरणम्. ततः हस्तक्रियया हस्ततरुसंयोगः, तेन च शरीरतरुसंयोगः इति च स्थितम्. अत्र द्वितीयम् उदाहरणं दत्तमस्ति. प्रथमोदाहरणे शरीर अपि च पुस्तकस्य उदाहरणमासीत्. एतत् पक्षीतरु तयोः विषये अस्ति. वृक्षः स्व अवयव इत्युक्ते शाखायाम् अस्ति तस्य आश्रयः, पक्षी च स्वस्य अवयवे अस्ति. तेषाम् आश्रयः पृथक् अस्ति तेन कारणेन ते युतसिद्धौ स्तः. तस्मात् तदेव तेषाम् आशयः, तयोः आशयः पृथक् पृथक् अस्ति इति कृत्वा तौ द्वौ युतसिद्धौ, तेन कारणेन तयोः मध्ये संयोगः भवितुम् अर्हति. पक्ष वृक्षपक्षिणः मध्ये संयोगः भवितुम् अर्हति. उत्तमं. यदि हस्तेन तरुः स्पृशते तदा हस्ततरोः संयोगः भवति. तत्संयोगः क्रियया जायते इति कृत्वा तत् कर्मजसंयोगः इति भवति. वृक्षिणः अपि च वृक्षस्य अपि क्रिया इव संयोगः भवति. उत्पन्नायां पक्षिणी पुनः क्रियायां जायते तदेव कर्मजसंयोगः भवति. वृक्षपक्षिणः संयोगः अपि अस्तु तत्र पक्षिणः वृक्षस्य च संयोगः भवति. क्रिया भवति इति कृत्वा तद् तत् कर्मजः संयोगः भवति. समीचीनं भगिनि. तत्र संयोग इति एव तत्र लिखितं. इदानीं यदि तत्र शरीरमपि तरुः इति उदाहरणं स्वीकुर्मः तत्र शरीरं स्वस्य अवयवे अस्ति. तरुः अपि स्वस्य अवयवे अस्ति. अस्मिन् उदाहरणे यदि हस्तेन तरुः स्पृश्यते तदा केवलं हस्ततरोः मध्ये कर्मजसंयोगः भवति. तेन तरुशरीरयोः मध्ये संयोगः यद्भवति तत् संयोगजसंयोगः इति भवति. उत्तमं भगिनि. इति भवति. समीचीनम् तदेव. अतः तत्र सर्वत्र तत्र संयोगः भवति एव यतोहि पृथक् आश्रय आश्रितौ इति सः इति समीचीनम्. अतः सर्वत्र संयोगः भवति एव. समीचीनं भगिनि. धन्यवादः. अग्रे शोभा भगिनी अग्रे पठति वा? भवती पठितवती खलु तत्र? पठितवती महोदय. अस्तु तत्र एतावत् नीता भगिनी पठितवती वा? न न पठितवती. अस्तु अस्तु तर्हि भवती पठतु भगिनि. तत्र इदानीं अत्र प्रश्नः उदेति. अत्र प्रश्नः उदेति घटकपालयोः अवयवाः अपि भिन्नाः किल? घटस्य अवयवौ द्वौ कपालौ, कपालस्य च अवयवे द्वे कपालिके. अनेन घटकपालयोः अपि पृथगाश्रयाश्रितत्वात् युतसिद्धत्वं स्यात्. किन्तु वृक्षपक्षिणोः स्थितिः यथा घटकपालयोः स्थितिः तथा नास्ति. घटकपालयोः स्थित्यां किञ्चित् वैलक्षण्यं भवति. वस्तुतः यत्र पृथगाश्रयाश्रितत्वं वर्तते तत्र द्वयोः अवयवाः सर्वथा भिन्नाः स्युः. यथा पक्षिणः वृक्षस्य च अवयवाः नितरां भिन्नाः तथा घटकपालयोः अवयवाः भिन्नाः इति नास्ति. घटकपालयोः स्थितौ परम्परया अवयवसाम्यं विद्यते. कपालयोः कपालिकाद्वये स्थितः परम्परया घटः अपि तत्रैव आश्रितः. अनेन द्वयोः पृथगाश्रयाश्रितत्वं नास्ति. यस्मात् अनयोः द्वयोः अयुतसिद्धत्वं न तु युतसिद्धत्वम्. किञ्च नियमनम् इदं पृथगाश्रयाश्रित एवञ्च निगमनम् इदं पृथगाश्रयाश्रितयोः एव युतसिद्धयोः एव मूर्तयोः जायते उभयविधसंयोगः. हस्तवृक्षयोः वास्तविकं पृथगाश्रयाश्रितत्वम् इत्यतः द्वयोः मध्ये कर्मजः संयोगः, शरीरवृक्षयोः च संयोगजः संयोगः. इति आवश्यकं नास्ति भगिनि. यावत् कर्तुं शक्नोति तावत् पर्यन्तं करोतु. अत्र प्रश्नः उपस्थितः अस्ति घटकपालयोः अवयवः अपि भिन्नः. इदानीं पर्यन्तं वयं तरु पक्षिणः वृक्षः तत्र संयोगस्य विषये विवरणं कृतमस्ति. अत्र घटकपालयोः विषये अस्ति. घटकपालयोः अवयवाः अपि भिन्नाः एव सन्ति. घटस्य अवयवः तु द्वौ कपालौ. कपालस्य कपालिके द्वे कपालिके इति क्षम्यतां. कपालस्य अवयवे द्वे कपालिके स्तः. तत्र घटकपालयोः अपि पृथग् आश्रयितत्वम् अस्ति. घटकपालयोः यतोहि तत्र घटस्य तत्रापि पृथग् आश्रय आश्रितत्वम् अस्ति. पृथग् आश्रय आश्रितत्वम् अस्ति द्वयोः घटकपालयोः अपि. अनेन तत्र युतसिद्धत्वम् इति अस्ति. पृथगाश्रयाश्रितत्वम् अस्ति. अतः युतसिद्धत्वं भवेत् एव. परन्तु अत्र घटकपालयोः मध्ये स्थितिः भिन्न अस्ति. यथा वृक्षप्रक्षिणोः स्थितिः तादृशी स्थितिः अत्र नास्ति. तत् वैलक्षण्यं वर्तते घटकपालयोः स्थित्यां इति. कथम् इति अत्र पृथगाश्रयाश्रितत्वं यत् वृक्षपक्षिणः द्वयोः मध्ये वर्तते तत् सर्वथा भिन्नत्वं वर्तते. वृक्षस्य अवयवाः शाखाः इति शाखाः सन्ति, तत्र भिन्नत्वं वर्तते. पक्षिणः अवयवाः अपि भिन्नत्व तत्रापि सर्वथा अवयवः भिन्ना एव अस्ति. हा, नाम पक्षिणस्य अवयवः अपि वृक्षस्य अवयवः तत्र न कोऽपि तत्र एकम् अन्यस्थान्य सर्वथा भिन्नाः तत्र भिन्नाः सन्ति. परन्तु घटकपालयोः स्थित्यां किं भवति? तत्र अवयवसाम्यमस्ति. घटस्य अवयवः कपालः, अनन्तरं कपालस्य अवयवे कपालिके इति. कपालस्य द्वे अवयवे कपालिके. तत्र परम्परया अवयवसाम्यं विद्यते. सर्वथा भिन्नता न वर्तते एव. हा, नाम तत्र यदि परम्परा नाम आश्रयः इति यदि स्वीकुर्मः तत्र घटस्य आश्रयः कपालद्वयं कपालाः कपालिकान् आश्रित्य तिष्ठति. परम्परया तत्र अवयवसाम्यं विद्यते एव. सर्वथा भिन्नता नास्ति. यथा वृक्षप्रक्षिणः सर्वथा भिन्नता अस्ति, तथैव अत्र तथा अत्र तादृशी स्थितिः नास्ति इति दत्तमस्ति. कपालः कपालिकाद्वये स्थितः. परम्परया घट अपि तत्रैव आश्रितः. यथा कपालः कपालिकाद्वये आश्रितः, तथा घटः अपि कपालद्वयम् आश्रित्य इति स्थितिः. परम्परया घट अपि तत्रैव आश्रितः. हा, समीचीनं चित्रं लिखामः. नाम तत्र समीचीनं भगिनि, तत्र यदि चित्रं लिखामः तत्र घटः अस्ति, अपि कपालः अस्ति, अपि कपालिका अस्ति, तर्हि तत्र घटस्य आशयः कपालः, कपालस्य आशयः कपालिका, कपालः कपालिका भिन्नौ, तर्हि पृथक् आशय आश्रितौ इति भाति खलु. अत्र आशयः कपालः, अत्र आशयः कपालिका, कपालः कपालिका नास्ति, तर्हि पृथक् आशय आश्रितौ इति भाति. किन्तु तत्र किमस्ति, घटस्य आशयः कपालः, कपालस्य आशयः कपालिका, तर्हि परम्परया वयं किं वक्तुं शक्नुमः, घटः कपाले अस्ति, कपालः कपालिकायाम् अस्ति तर्हि घटः अपि कपालिकायाम् अस्ति इति वक्तुं शक्नुमः खलु. नाम कपालिका घटस्य आश्रयः इति स्वीकर्तुं शक्नुमः खलु. तत्र आश्रयः इति तत्र कपालिकां विना नाम घटः नास्ति खलु, न स्थातुं शक्नोति घटः कपालिकां विना न स्थातुं शक्नोति. तर्हि तत्र कपालिकाम् आश्रित्य घटः अस्ति, नाशपर्यन्तं तत्र आश्रित्य कपालिकाम् आश्रित्य एव तिष्ठति इति वक्तुं शक्नुमः. यतोहि परम्परया परम्परा इति शब्दस्य आवश्यकता अस्ति. हा, किन्तु यदि परम्परा इति स्वीकुर्मः, परम्परासम्बन्धः स्वीकुर्मः, तत्र आश्रयद्वयमपि किं भवति, तत्र कपालः इति नास्ति किन्तु कपालिका इति, तत्र घटः अपि कपालः घटः अपि कपालिकाम् आश्रित्य तिष्ठति, कपालः अपि कपालिकाम् आश्रित्य तिष्ठति, तत्र आश्रय साम्यमस्ति. तर्हि पृथक् आश्रय आश्रितौ इति न वक्तुं शक्नुमः. किन्तु एतादृशं विवरणं पक्षी अपि वृक्षः तत्र न कर्तुं शक्नुमः. परम्परा स्वीकृत्य अपि तत्र साम्यम् इति न वक्तुं शक्नुमः खलु. तत्र पृथगाश्रया स्वीकृत्वम् अस्ति एव, अस्ति एव, अस्ति एव, अस्ति एव. किन्तु घटकपालयोः मध्ये तत्र परम्परा इति स्वीकुर्मश्चेत् तत्र पृथक् आश्रयाश्रितौ नास्ति, नास्ति इति नास्ति. साक्षात् आश्रयः इति नाम घटस्य आश्रयः कपालः, कपालस्य आश्रयः कपालिका इति चिन्तनं चेत् पृथक् आश्रय आश्रितौ इति भाति. किन्तु तत्र परम्परा इति आवश्यकं. हा, अतः तत्र कपालकपालिकाद्वये स्थितः परम्परया घटः अपि तत्रैव आश्रितः. अनेन द्वयोः पृथगाश्रयाश्रितत्वं नास्ति. तस्मात् यस्मात् अनयोः द्वयोः अयुतसिद्धत्वं न तु युतसिद्धत्वम्. अतः द्वयोः मध्ये अयुतसिद्धत्वं नास्ति इति स्पष्टं दत्तमस्ति, स्पष्टं कृतमस्ति. तत्र युतसिद्धत्वं वर्तते, न अयुत. न भगिनि, हा हा, अनयोः द्वयोः अयुतसिद्धत्वं न तु युतसिद्धत्वं. यत्र युतसिद्धत्वं तत्र संयोगः, किन्तु घटकपालयोः क्षम्यतां. अनेन द्वयोः पृथगाश्रयातित्वं नास्ति. यस्मात् अनयोः द्वयोः अयुतसिद्धत्वं न तु युतसिद्धत्वम् एवं. द्वयोः मध्ये अयुतसिद्धत्वमस्ति, यतोहि तत्र अन्तिमपर्यन्तं तत् तिष्ठति इति, नाशपर्यन्तं तत् तिष्ठति. यतः एकम् अन्यथा तिष्ठति. क्षम्यतां. द्वयोः अयुतसिद्धत्वं सिद्ध्यते, न युतसिद्धत्वम् इति. एवञ्च निगमनम् इत्युक्ते नाम कान्सिक्वेन्स् अथवा तत्र कापि चर्चा भवति, अन्ते किम् अवगच्छामः, निगमनम् अस्तु, एतत् निगमनम् अस्ति. एवञ्च निगमनम् इदं पृथगाश्रयाश्रितयोः एव युतसिद्धयोः एव मूर्तयोः जायते उभयविधसंयोगः. हा, पृथगाश्रयाश्रितयोः एव युतसिद्धयोः एव मूर्तयोः उभयविधः संयोगः. अत्र निष्कर्षरूपेण दत्तमस्ति, उभयविधसंयोगः कुत्र जायते, कयोः जायते उभयविधसंयोगः. मूर्तयोः जायते, कीदृशमूर्तयोः इति यत्र पृथगाश्रयाश्रितत्वं युतसिद्धत्वं भवति तत्र एव अतः पृथगाश्रयाश्रितयोः मूर्तयोः पृथगाश्रयाश्रितयोः युतसिद्धयोः मूर्तयोः एव उभयविधः संयोगः जायते इति निष्कर्षरूपेण दत्तमस्ति. हा उत्तमं भगिनि. हा नाम तत्र पृथक् आश्रय आश्रितत्वं भवेत् संयोगार्थम् अथवा युतसिद्धत्वं तद् अन्या रीत्या वदामश्चेत् युतसिद्धत्वमपि भवति चेत् अपि तत्र संयोगः भवति. हा किन्तु दत्तमस्ति यत्र पृथगाश्रयाश्रितत्वम् अपि च युतसिद्धत्वं तयोः मूर्तयोः एव अस्ति तयोः मूर्तयोः एव उभयविधः संयोगः जायते. एतावत् वयं किम् अवगतवन्तः संयोगः कुत्र वर्तते इत्युक्ते तत्र पृथक् आश्रय आश्रितत्वं भवेत् अथवा युतसिद्धत्वं भवेत् तत्र संयोगः जायते इति जानीमः. किन्तु अत्र किञ्चित् अपि लिखितं तत्र एव जायते नाम तत्र कृतकाश्रय आश्रितत्वं नास्ति चेत् तत्र संयोगः न भवति अथवा युतसिद्धत्वं नास्ति चेत् तत्र संयोगः न भवति यथा तत्र घटकपालयोः मध्ये युतसिद्धत्वं नास्ति तत्र संयोगः न जायते अपि अत्र संयोगः इति न लिखितं किन्तु उभयविधसंयोगः अपि इति लिखितम् उभयविध नाम कर्मजः संयोगः अपि संयोगजसंयोगः तत्र संयोगजसंयोगः सर्वत्र अपि भवेत् कर्मजः संयोगः अपि भवेत् खलु. किन्तु कर्मजः संयोगः कदा भवति कर्म कुत्र भवितुमर्हति तत्र क्रिया कुत्र भवितुमर्हति तत्र एव कर्मजः संयोगः भवितुमर्हति किन्तु क्रिया कुत्र भवितुमर्हति मूर्तद्रव्ये एव भवितुमर्हति. अतः एव मूर्तद्रव्ययोः इति अपि तत्र तत्र मूर्तद्रव्यम् इति पदमस्ति यतोहि उभयविधसंयोगः इति लिखितम् तर्हि तत्र मूर्तयोः इति तत्र कर्मजसंयोगः अपि तदपि भवितुम् अर्हति. अतः कृतकाश्रय आश्रितयोः वदतु भगिनि. पदस्य अपि क्रिया इति शब्देन अन्वयः अस्ति खलु मूर्तं नाम क्रिया मूर्तं नाम क्रिया भवितुम् अर्हति यस्मिन् द्रव्ये क्रिया भवितुम् अर्हति नाम तत्र यथा पुस्तकं वा अथवा वृक्षः वा किन्तु वृक्षः मास्तु पुस्तकं वा शरीरं वा किन्तु आकाशः न आकाशः मूर्तद्रव्यं नास्ति विभुद्रव्यम् अस्ति तत्र क्रिया न भवितुम् अर्हति. तथैव अस्ति भगिनि. तर्हि मूर्तद्रव्यम् अस्ति चेत् हस्तवृक्षयोः वास्तविकं पृथगाश्रयाश्रितत्वम् इत्यतः द्वयोः मध्ये कर्मजः संयोगः शरीरवृक्षयोः च संयोगजः संयोगः. एतत्तु इदानीम् अवगच्छामः खलु. हस्तवृक्षयोः पृथगाश्रयाश्रितत्वं कर्मजः संयोगः शरीरवृक्षयोः तत्रापि पृथगाश्रयाश्रितत्वमस्ति शरीरवृक्षसंयोगजः संयोगः कथं तत् न यतोहि हस्तस्य हस्तः वृक्षं स्पृशति तेन हस्ते क्रिया अस्ति क्रियया हस्तवृक्षयोः संयोगः जायते हस्तवृक्षयोः संयोगः यदा जायते तेन संयोगेन शरीरवृक्षयोः संयोगः भवति तर्हि शरीरवृक्षयोः मध्ये अपि संयोगः भवति तत्रापि पृथकाश्रय आश्रितत्वम् अस्ति तत्रापि संयोगः भवितुमर्हति किन्तु हस्तवृक्षयोः मध्ये संयोगः अस्ति कर्मजः शरीरवृक्षयोः मध्ये यः संयोगः अस्ति सः अस्ति संयोगः स्पष्टं किन्तु तत्र पृथक् आशये आश्रितत्वं हस्तवृक्षयोः मध्ये अपि अस्ति शरीरवृक्षयोः मध्ये अपि अस्ति इति अस्ति अस्तु तर्हि एतावत् पठितवन्तः बहु समीचीनम् अस्ति तर्हि अग्रे अग्रिमे सप्ताहे अग्रेसरामः धन्यवादाः नमस्कारः अग्रिमे वर्गे मिलामः तर्हि नमस्कारः धन्यवादः धन्यवादः महोदय